नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति अष्टाध्यायी प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति. अत्र वयम् अभ्यासः इति भागे स्मः. अस्मिन् अभ्यासस्य लक्षणमस्ति धातुः कीदृशः, प्रत्ययः कीदृशः इति एव. तत्र प्रायः विद्याभगिन्याः वर्गे गै धातुः पर्यन्तं कृतवन्तः गतसप्ताहे इति भाति. अतः वयम् अद्य अग्रे सरामः. अग्रिमधातुः अस्ति माङ् माने इति. मध्ये केनापि आगतं वा? नाम उच्यताम्, अनन्तरं वर्गं प्रति गच्छामः. सीमा अस्ति भगिनि. आं, स्वागतं भगिनि. हरि ओं महोदय, अहं भानुचैतन्या अस्मि. आं, स्वागतं महोदय. नमो नमः, अहं लीना अस्मि. स्वागतं भगिनि. तत्र गत्वा प्रत्यक्षं करोमि महोदय. ओ एवं वा? ओ, अहम् ईमेल् मध्ये अतः एव उपरि लिखितवती. अहं जानामि तत्र कन्फ्यूशन् भवति इति, अतः एव उपरि लिखितवती. अस्तु, चिन्ता नास्ति, आगतवान् किल समये. उत्तमम् भगिनि. अस्तु, अहं सरला अस्मि. आं, स्वागतं भगिनि. नमस्ते भगिनि. नमस्ते. अस्तु, सम्यक्. इदानीं किं कुर्मः इत्युक्ते, अभ्यासः इति भागः अस्ति, प्रथम अभ्यासः. तत्र घै धातुः गतसप्ताहे कृतवन्तः, अतः माङ् माने इति धातुः प्रति गच्छामः. माङ् माने इति धातुः दिवादिगणीयधातुः अस्ति, अतः तस्य तस्य विषये चिन्तनं कुर्मः. अस्तु, राजी भगिनी वदति वा? दिवादिगणस्य मा आर्दत प्रथमं धातुः कीदृशः इति वदतु भगिनि. इगन्तधातुः वा, इगन्तभिन्न अजन्तधातुः वा, लघु इगुपदधातुः वा, अदुपदधातुः वा इति वदतु. कस्मिन् भागे आगच्छति? इगुपदधातुः नास्ति, इगन्तधातुः नास्ति, अदुपदधातुः नास्ति. किम् इत्युक्ते आकारः आगच्छति. आकारः इदुप आकारः धातु लघु इदुपद अदुपद उदुपद इगन्त अजन्तधातुः अस्ति. सम्यक्, अजन्तधातुः अस्ति. सम्यक्, अजन्तधातुः अस्ति. तत्र ञकारः यद् अन्ते अस्ति माङ् इति, तस्य का गतिः? माङ् इति ऐ थिङ्क् मा अहं चिन्तयामि, नकारः धातोः अन्ते अस्ति चेत् शेषात् कर्त्री उभयपद धातुः इति अहं चिन्तयामि. उभयपदं वा आत्मनेपदं वा? आत्मेपदं आत्मेपद धातुः. सम्यक्. मा आत्मपदे धातुः विकरणप्रत्ययः दिवादिगणे शप्वा न दिवादिगणे विकरणप्रत्ययः श्नु इति किल श्नु न भगिनि न विकरणप्रत्ययः श्यन् श्यन् अद् विकरणप्रत्ययः श्यन् भवति. श्यन् शकारः लशक्व धतिते इति सूत्रेण अपगच्छति. नकारः हलन्त्यम् इति सूत्रेण अपगच्छति. या एव अवशिष्यते. मा योगः या तिप् सार्वधातुक आर्धधातुकप्रत्ययः. अतः तिप् पकारः अत्र गुणः न भवति इत्युक्ते आकारान्त अतः गुणः न भवत्याः गृहे एव शब्दः वा भगिनि 7189622244 इति कस्य कोऽपि नास्ति वा न भगिनि न वा अस्तु अन्य प्रायः अन्ये सर्वे कृपया म्यूट् कुर्वन्तु धन्यवादः भगिनि वदतु भगिनि क्षम्यताम् मा योगः या योगः ते मायते इति आगच्छति वा सम्यक् तदेव मायते लटि आत्मेपदिरूपं तदनन्तरं त्वा प्रत्ययं योजनीयं त्वा प्रत्ययं ककारः अपगच्छति त्वा मा सेट् नास्ति किमर्थम् इत्युक्ते एकाच् सेट् नास्ति परन्तु त्वा प्रत्ययः ककार त्वा प्रत्ययः तकारः वल् प्रत्याहारे अस्ति प्रत्ययः सेट् भवितुम् अर्हति परन्तु धातुः सेट् नास्ति इति कारणेन तत्र इदागमः न आगच्छति मा योगः त्वा मात्वा वा मात्वा इति रूपं यद् भवती प्रक्रिया उक्तवती तत्तु साधु एव परन्तु अत्र मा इति धातोः विषये केचन विशिष्टकार्याणि सन्ति अतः आगमः भवति न न बुक् आगमः निच् प्रत्यये परे एव भवति भगिनि अत्र तु यत् मा चिन्तनं तु सम्यक् एव अत्र यदा मा इत्त्वम् इति वदामः तत्र मित्वा इति रूपम् आगच्छति विशिष्टसूत्रमस्ति तेन अत्र इकारादेशः भवति अतः मित्वा इति रूपम् आगच्छति इडागमः न यदा भवती उक्तवती प्रक्रिया तु सम्यक् एव तत्र इडागमः किमपि नास्ति परन्तु रूपं तु मित्वा एव यदा अस्माकं स्था इति धातुः जानीमः किल तत्र स्थित्वा इति रूपम् आगच्छति किल तादृशमेव सम्यक् भगिनी धन्यवादः तदनन्तरं निच् रूपः निच् मा आकारान्तधातु अचोज्ञिति इति सूत्रेण अत्र वृद्धिः भवति आकारान्तस्य वृद्धिः आकारः एव निच् प्रत्यये नकारस्य चकारस्य अपगमनान्तरम् इ एव अवशिष्यति मा वृद्धि मा योग अत्र निच् प्रत्यये परे पुग् आगमः भवति धातोः अनन्तरं पुग् आगमः भवति अतः माप् इति आगच्छति पुक् ककारस्य लोपानन्तरं माप् इति आगच्छति माप् योगः इ मापि इति नूतनधातुः उत्पन्नः मापि योगः ति यदि वयं लकारस्य तिप् आगच्छति तिप् आगच्छति अतः शप् विघ्नप्रत्ययः आयाति षकारपकारस्य लोपानन्तरम् अकारः एव अवशिष्यते तत्र पकारः पित् अस्ति अतः गुणकार्यं भवति अतः मापे योगः आयोगः ति मापे एकारः आकारः एचोयवायावः इति सूत्रेण ऐ आदेशः भवति माप् योगः ऐ योगः ति मापयति इति आगच्छति सम्यक् धन्यवादः भगिनी अन्ये अपि सन्ति तस्य तेषामपि अवसरः भवतु इति कृत्वा धन्यवादः भगिनी सम्यक् उत्तमम् तनै महोदय वदति वा तुमुन् रूपम् आं भगिनि अत्र मा माङ् योगः तुमुन् तुमुन् प्रत्यये नकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. अधुना मा योगः तुम् उकारस्य एव इत्संज्ञा भवति उपदेशे दनुनासिक इति सूत्रेण. तर्हि मा योगः तुम् पश्चात् मातुम् इति रूपं निष्पन्नम्. सम्यक्, मातुम् इति रूपम्. अग्रिमधातुः अपि स्वीकरोतु महोदय. बुद् धातुः लट् रूपमेव वदतु. आं भगिनि, बुद् धातुः वादिगणे अस्ति. अत्र बुद् धातुः परस्मैपदी अस्ति. बुद् योगः तिप्. अधुना कर्तरी शप् इत्यनेन बुद् तिप् प्रत्ययोः मध्ये शप् इति विकरणप्रत्ययः आयाति. पश्चात् बुद् योगः शप् योगः तिप्. शप् इति सार्वधातुकप्रत्ययः अस्ति. अपि सः प्रत्ययः पित् अपि अस्ति इति कृत्वा अत्र गुणकार्यं भवति. बुद् धातोः उपधायां लघु उकारः अस्ति. तस्य स्थाने ओकारस्य गुण आदेशः भवति पुगन्तलघुपदस्य च इति सूत्रेण. पश्चात् बोध योगः शप् योगः तिप्. अधुना शप् इत्यस्मिन् शकारस्य पकारस्य च इत्संज्ञा भूत्वा अकारः एव अवशिष्यते. बोध योगः अयोगः तिप्. तिप् इत्यस्मिन् पकारस्य अपि इत्संज्ञा भवति हलन्त्यमिति सूत्रेण. तर्हि बोध योगः अयोगः ति. अधुना केवलं वर्णमेलनेन बोधति इति रूपं निष्पन्नं भवति. सम्यक्, बोधति इति रूपं सम्यक्. यद् बुद् धातुः इति अस्ति तत्र भुवादिगणे एव बुद् धातु द्वयम् अस्ति. बुद् अवगमने बुधिर्बोधने इति धातुद्वयम् अस्ति. बुद् धातुः तु वयं जानीमः यदा बोधति. बुधिर् इति धातुः अपि बोधति इत्येव रूपं, परन्तु तत्र इर् इत्संज्ञा वाच्या इति सूत्रेण इत्संज्ञा भवति. तदेव किञ्चित् बोनस् रूपेण वदामि. बुधिर् इति धातुः अपि अस्ति. रूपं तु समानमेव, अर्थः अपि समानः एव. सम्यक् अस्तु. अग्रिमं वेङ्कटेशमहोदय करोति वा बुद्ध्योगः त्वा? अस्ति वा महोदय? योगः त्वा. अत्र त्वा प्रत्ययः अर्धधातुकं कित् प्रत्ययः, तत्र गुणनिषेधः अस्ति. परन्तु अत्र इडागमः भवितुमर्हति. त्वा प्रत्ययः बलादि न तु वशादि. तस्मात् बुद्ध योगः त्वा अत्र इडागमात् इत्वा इति भूत्वा बुद्ध योगः इत्वा बुधित्वा इति रूपं सम्पन्नम्. अत्र अन्य अपि कार्यम् अस्ति. तत्र हलन्तधातुः अस्ति बुद् इति हलन्तधातुः. उपधायाम् इकारः उकारः अस्ति. यत्र इकारः वा उकारः वा उपधायाम् अस्ति तत्र सेट् धातूनां गुणनिषेधः न भवति. अत्र गुणः अपि तत्र विशेषनियमः अस्मिन् त्वा इति प्रत्ययः किञ्चित् विशेषप्रत्ययः अस्ति. सर्वदा एकमेव रूपम् इति न भवति. तत्र वयं नियमः इति किमपि न वक्तुं शक्नुमः. धातुः उद्दिश्य एव रूपं भवति. अत्र यदा बुद्ध धातुः इति स्वीकुर्मः उपधायाम् उकारः अस्ति, अतः तत्र हलन्तधातुः अपि अस्ति. अतः तत्र रूपद्वयं भवति. तत्र रूपद्वयं बुद्ध्वा, यदा महोदय इदानीम् उक्तवान् बुद्ध्वा इति एकं रूपं, बोधित्वा इति यदा गुणनिषेधः विना एकं रूपं, गुणं भूत्वा एकं रूपम् अपि भवति. तत्र केवलम् उपादायमेव अथवा उपादायं हलन्तधातुः भवेत्, अनन्तरम् उपादायाम् इकारः वा उकारः वा भवेत् चेत् एतद् नियमः. तत्र गुण सेट् धातुः अपि भवेत्, तद् मुख्यं. सेट् धातुः हलन्तधातुः उपादायाम् इकारः वा उकारः वा अस्ति चेत् गुणनिषेधः नास्ति. त्वा प्रत्ययस्य गुणनिषेधः भवति किल, कित् प्रत्ययः अस्ति इति च इति सूत्रेण गुणनिषेधः भवति. परन्तु यदा वयं लट्टीरूपं तु बोधति इति गुणः तु भवति किल तत्र, परन्तु त्वा प्रत्यय गुणनिषेधस्य अवसरः अस्ति. परन्तु सेट् धातुः इति कृत्वा तत्र एतत् विषये एषः विशेषनियमः अस्ति. तादृशं न भवति. अन्य कृत् कृते एतत् नियमः अस्ति वा? लिक् धातुः पश्यामः, यदा आगच्छति वयं पश्यामः, प्रायः भवति एव अपवादः. अपवादरूपेण प्रायः प्रत्ययः तान्तरूपं पश्यामः चेत् प्रायः तत्रापि तादृशं भवति एव. सेट् धातुः अस्ति, तान्तरूपम् अस्ति, बुद्ध्योगः त इति प्रत्ययः प्रायः तत्रापि. विकल्पेन भवति, विकल्पेन विकल्पेन रूपद्वयं भवति भगिनि. तत्र रूपद्वयं इदागमः भवति वा? बोधित्वा इति इदागमः भवति. आम् आम् एकं बुद्ध धातुः तु सेट् धातुः, त्वा प्रत्ययः इडानुकूलप्रत्ययः, अतः तत्र इडागमः भवति. अनन्तरं गुणः अपि भवति, बोधित्वा बुद्ध्वा इति रूपद्वयं. बुद्ध्वा कथं भवति? बुद्धि तत्र हल् सन्धि भवति भगिनि, सूत्रद्वयम् अस्ति, अतः हल् सन्धिः भूत्वा तत्र रूपम् आगच्छति. परन्तु वयं तु साधारणतया अस्माकं यदा वयं व्यवहरामः बोधित्वा इत्येव तस्यैव रूपं बहुवारम् उपयोगं कुर्मः. बुद्ध्वा इति अहमपि सर्वदा न श्रुतवती, द्रष्टव्यं. परन्तु हल्सन्धिः विषयेण एव तत्र धकारः धकारः इति भवति भगिनि. प्रथमरूपे इडागमः भवति न? आम् भवति, सेट् धातुः अस्ति भगिनि, अतः भवति एव. तर्हि बोधित्वा भवति, बुद्ध्वा भवति? बोधित्वा इति भवति. द्वितीयरूपे किमर्थं तत्र इडागमः नास्ति इति द्रष्टव्यं. प्रायः तत्र किमपि सूत्राणि सन्ति येन न भवति तत्र. तदहं दृष्ट्वा ईमेल् द्वारेण तत्र विवरणं दास्यामि, तत्र किमर्थम् इति पूर्णप्रक्रिया लिखित्वा प्रेषयामि. बुद्ध धातुः वा सेट् इत्येव दत्तम् अस्ति महोदय पुस्तके, परन्तु वेट् इति न दत्तम्. किमर्थम् इत्युक्ते प्रायः यदा भवान् तत् चिन्तनं तु सम्यक् एव, परन्तु यदा यत्र कुत्रापि अहं दृष्टवती तत्र सेट् इति एव दत्तमस्ति. वेट् इति अस्ति चेत् सम्यक्, तत्र प्रायः यद् बुद्ध्वा इति रूपं साधु भवति. अस्तु भगिनि, तदपि चिन्तनं सम्यक् एव प्रायः. अहं किमपि अन्यत् पुस्तकमपि दृष्ट्वा वदामि तस्मिन् विषये. भगिनी भवती उक्तवती इकार वा उकार उपधायाम् अस्ति चेत् लघु वा दीर्घ द्वयमपि भवितुं शक्नोति किम्? लघु उपधवर्णस्य एव गुणः भवति किल भगिनी सर्वदा? उगन्तलघुपदस्य च सर्वदा लघु एव. अस्तु सम्यक्, अग्रे सरामः. महोदय एकः प्रश्नमस्ति महोदय, तत्र कित् अस्ति भवती उक्तवती, कित् अस्ति चेत् भिन्नविषये भिन्नकार्याणि भवन्ति, परन्तु तवत् रूपम् अपि कित् अस्ति, तत्र एव तदेव भवति महोदय? तवत् रूपमपि कित् अस्ति, तत्रापि गुणनिषेधः भवति. तत्र रूपद्वयं सेट् धातोः विषये भवति वा इति द्रष्टव्यम्. आं भगिनि, वयं यदा वयं तत्र आगच्छामः किञ्चित् चिन्तनं कुर्मः, प्रायः भवति. तत्र किमपि सूत्रं नास्ति. यदा कित् त्वान्तप्रत्ययरूपे एव रूपद्वयं भवतु सेट् धातोः विषये इति, अतः वयं तादृशं पिन् पायिण्ट् न कर्तुं शक्नुमः. कित् प्रत्ययः इत्युक्ते त्वान्त अपि आगच्छति, प्रत्ययः अपि आगच्छति, अतः प्रायः भवेत्. अस्तु अस्तु महोदय, अस्तु सम्यक्. अस्तु अग्रिमं रघुपतिमहोदय करोति वा, निच् अनन्तरं तुमु. तुमुन् बुद्ध बुद्धयोग तुमुन् तुमुन् तुम् एव अवशिष्यते. तुमुन् आर्धधातुकः अस्ति, अपि च कित् लित् नित् नित् नास्ति, भिन्नप्रत्ययः अस्ति. अपि च अतः इडागमः भवति, सारि इडागमः भवति वा बुद्ध तुमुन्? न न, निच् प्रथमम्. अस्तु, हा निच् प्रथमम्. अस्तु, बुद्ध योग निच् नित् नित् अस्ति, परन्तु अकारोपदा नास्ति, अतः अतः गुण एव भवति, वृद्धिः न भवति, गुणा भवति. बुद्धयोगनिच् बोधि बोधि भवति, बोधियोग तुम् तुम् इदानीं बोधि इति धातुः अस्ति, बोधियोग तुम् शप् शप् सम्यक् एव वदतु महोदय. शप् इति तीपत्य एव लट् लट् रूप लट् रूप. अस्तु अस्तु, लट् रूप शप् प्रत्ययः अस्ति, अतः शप् अस्ति चेत् भो इकारस्य बोधि इकारस्य गुणः भवति सार्धातकार्धातुकयोः इति सूत्रेण. बोधे अयोग ति भो इदानीं यचोयवयाः सूत्रेण बोधयति इति अन्तिमरूपं. सम्यक्. तुमुन् तुमुन् अस्ति, बोधयोग तुमुन् अस्ति, वल् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, अतः इड्योग्य प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, असाधातुक आर्धात्कप्रत्ययः अस्ति. बुद्ध धातुः अपि इड्योग्य इति अहं चिन्तयामि, अतः इट् भवति. बुद्ध योग बुद्धियोग ई बोध बुद्धियोग ई बोधि बोधि सारि एकनिमिषम् इट् गुणः भवति उपादायाः गुणः भवति बोधितुम् इति अन्तिमरूपं. सूत्रं किं महोदय उपादायाः? उपादायः उपादायः कित् नित् भिन्ना अस्ति, कित् नित् नित् नित् भिन्ना अस्ति, अतः पुगन्त लघुपदस्य गीतसूत्रेण बोधितुम् इति अन्तिमरूपं पुगन्तलघुपदस्य च इति सूत्रेण बोधितुम् इति रूपम् आगच्छति, इडागमः भवति. सम्यक् अस्तु. अत्र इडागमः भवति तद् पूर्वमेव वयं अस्माभिः करणीयं वा सर्वदात् उप पुगन्तलघुपदस्य च गुणकार्यं पूर्वमेव करणीयं वा? पूर्वम् अनन्तरं न बुद्ध इडागमः अनन्तरं वा पूर्वम् इडागमः? इडागमः तु सर्वदा प्रत्ययस्य एव इडागमः, इट् इति आगमः प्रत्ययस्य पूर्वं भवति. बुद्ध योगः प्रत्ययकार्य इड् आगमः आद्यन्तौ प्रकितौ इति सूत्रं वयं दृष्टवन्तः किल, परिभाषासूत्रं टित्, अतः प्रत्ययस्य पूर्वम् इडागमः भवति. अङ्गकार्यं नास्ति. अनन्तरमेव अस्तु. सम्यक्. वेङ्कटरामन् महोदय करोति वा लिख् धातुः? अस्ति वा महोदय? अस्तु. राजेन्द्रमहोदय? आम् लिख् इदानीं चुरादि क्षम्यतां भवादिगणे लिख् तुदादिगणीय लिक् तुदादिगणि धातु अस्ति. अत्र तु श विकरणप्रत्ययः अस्ति, तत्कारणात् तत्र गुणः न भवति, गुणः न भवति. तत् लिख् योग इति लिखति लिखति, तत्र लट्लकारे रूपं भवति. लिख् योग त्वा तत्र लिख्योगत्वा तत्र लिख् अत्र योगत्वा तत्र सेट् अस्ति धातु, प्रत्ययपि सेट् अस्ति, तत्कारणात् तत्र प्रत्यय आदौ इकारः आगच्छति, तत् वर्णमेलनं मिलित्वा तत् लिखित्वा लिखित्वा रूपं भवति. लिख् योग न न तत्रापि लिखित्वा इति लिख् धातोः कृते अपि तत्र उपधायां लघु इक् वर्णः अस्ति इति कृत्वा, अनन्तरं हलन्तधातुः अस्ति, सेट् अस्ति, अतः कृत्वा रूपद्वयं लिखित्वा लेखित्वा इति रूपद्वयम् अस्तु. अस्तु, धन्यवादः महोदय. अन्ये अपि सन्ति अद्य, धन्यवादः. सीमा भगिनी? लिख्योगः लिच् अत्र चकारस्य लोपः भवति, इकारस्य लोपः भवति, अतः लिख्योगः इ भवति. अत्र नेड् वशीकृति इत्यनेन इडानुकूलता नास्ति, अतः लिख्योगः इ भूत्वा तत्र गुणकार्यं भवति, लेख् योगः इ भवति. पश्चात् लेखि योगः शप् योगः ति भवति, यतो हि धातु कर्त्रार्थे अस्ति. शप् अनुबन्धलोपानन्तरम् अभवति, एवं तिप् अनुबन्धलोपानन्तरं ति भवति, अतः लेखि योगः अयोगः ति भवति. अत्र गुणकार्यं भूत्वा लेखयति इति रूपं निष्पन्नं भवति. सम्यक्. भगिनी? आम् महोदय. अत्र सीमा भगिनी उक्तवती लिख् योगः णिच् अत्र इडागमः न भवति यतोहि अत्र नेड् वशीकृति इति सूत्रं कार्यं करोति. परन्तु अहं चिन्तयामि अत्र णिच् धातु सनादिधातुः अस्ति, कृत् धातुः नास्ति, अतः कृत् नास्ति, आम् तस्य कार्यम् एव नास्ति अत्र नास्ति. आम् आम् जानामि, परन्तु तस्याः भ्रमः भवति इत्येव अहं न उक्तवती. यदा वयम् अग्रे पठामः तस्मिन् समये स्पष्टता भवति, अतः एव अहं न उक्तवती. नास्ति चिन्ता भगिनि, वदतु. लिक् योगः तुमुन् अत्र नकारस्य हलन्त्यम् इत्यनेन लोपः भवति, लिक् योगः तुम् आगच्छति. अत्र इडानुकूलता अस्ति, अतः लिक् योगः इयोगः तुम् आगच्छति. उपधायां लघु इक् अस्ति, अतः तत्र गुणः भवति, तत्र प्रत्ययेन गुणनिषेधः नास्ति, अतः लेख् योगः इयोगः तुं भवति, लेखितुं रूपं निष्पन्नं भवति. सम्यक्, लेखितुं लेखयति इति रूपद्वयं. सम्यक्, अत्र अभ्यासस्य लक्ष्यमस्ति तु प्रत्ययः कीदृशः, धातुः कीदृशः, तत्र प्रक्रिया कथं भवति इति किञ्चित् परिचितरूपेण एव दत्तमस्ति. वयं यदा अग्रे पठामः तस्मिन् समये तु पूर्णतया पठामः, अतः चिन्ता मास्तु. दोषः भवति चेदपि चिन्ता मास्तु, दोषः भवति चेदेव वयं समीकर्तुं शक्नुमः. दृढतया भवति ज्ञानं. सम्यक् एव, नास्ति चिन्ता. भगिनि एकः प्रश्नः, लेखितुम् अलेखयितुम् इति भवितुम् अर्हति वा? लेखयितुम् इति कीदृशरूपं भवति एव वदतु भगिनि. लेखयितुम् अहं लेखयितुं रूपं साधु एव, परन्तु कीदृशरूपम् अस्ति लेखी इति? यदा लेखी इति निजन्तधातुः नूतनधातुः आगच्छति तस्मिन् समये यदा तुमुन् योजयामः तत्र लेखयितुम् इति रूपम् आगच्छति किल, तदपि साधु. अस्माकं अतिदेशिकधातुः अस्ति किल नूतनधातुः, तत् स्वीकृत्य इदानीं वयं तुमुन् वा त्वान्तं वा किमपि वयं कर्तुं शक्नुमः. सन्दर्भे एव प्रेरणार्थे सम्यक् भगिनि. निच् विषये किम् अस्ति, कोऽपि उक्तवान् खलु भगिनी किमपि दोष कृतवती इति? निच् न किमपि नास्ति. निच् इति धातुः कृत् धातुः नास्ति, कृदन्तधातुः नास्ति, सन् सनादिधातुः, क्षम्यतां, प्रत्ययः कृदन्तप्रत्ययः नास्ति, सनादिप्रत्ययः अस्ति, तावदेव. किमपि अन्यत् अतः तस्य प्रसक्तिः एव नास्ति, नेड् वशीकृति इत्यस्य प्रसक्तिः तत्र नास्ति, तावदेव. कृत् प्रत्ययः नास्ति निच्. अस्तु भगिनि, एकः प्रश्नः अस्ति, यदि लेखयति इति भवति तदा तुमन् लेखी आतिदेशधातु लिखि इति भवति किल, आतिदेशधातुः लेखय योग तुमन् तुमुन् अस्माकम् अतिदेशिकधातुः किं? लेखी लेखी लेखी योगः तुमुन् इति आगच्छति, परन्तु तत्र यकारः अन्यत् किमपि सूत्रेण आगच्छति मध्ये. लेखे अभवति किल अर्धधातुक पुनः तुमन् इति ङित् भिन्न ङित् भिन्न अस्ति तो अर्धधातुक अस्ति तो पुनः सार्वधातुक अर्धधातुकयो अनेन लेखे भवति. सम्यक्, लेखे योगः तुम् तुमन् तत्र इडागम अपि आगच्छति ए अयि भवति लेखयि अस्तु तथैव प्रक्रिया भवति आम् अस्तु लेखे योगः तुम् इति आगच्छति अनन्तरं अत्र अहं कृदन्तरूपनन्दिनी इत्यस्मिन् पुस्तके अधुना दृष्टवान् तत्र बुद्ध धातोः त्वान्तरूपं द्वयम् अस्ति परन्तु तौ स्तः बोधित्वा अपि च बुधित्वा बुधित्वा इति वा पुटसङ्ख्या वदति वा महोदय मम पुटसङ्ख्या अस्ति 322 पुटसङ्ख्या 1132 धातुसङ्ख्या 1132 बुद्ध अवगमने इति धातुः तत्र बोधितः तत्र वदति कुल् धातुः इति इति दक्ष्यामः तर्हि तस्य सङ्ख्या अस्ति 74 तत्र रूपद्वयमस्ति कुलित्वा कोलित्वा इति सम्यक् इदानीं समाधानं प्राप्तं मम अपि किञ्चित् किमर्थं किमर्थम् इति परन्तु बुद्ध्वा अस्ति भगिनि बुद्ध्वा इति अपि आम् अहं दृष्टवती बुद्ध्वा इति रूपम् अपि अहं दृष्टवती प्रायः तत्र यदा बुद्ध धातुः स्वीकुर्मः तत्र बुद्ध अवगमने इति धातुः अस्ति बुद्ध अवगमने इति दिवादिगणे अपि अस्ति अनन्तरं भुवादिगणे अपि अस्ति अतः प्रायः बुद्ध्वा इति दिवादिगणे तत्रापि शन् इति प्रत्ययः आगच्छति चिन्तनं रामायण अस्ति मुनि वक्ष्याम्यहं बुद्ध्वा तैरुक्त श्रूयतां नरः इति श्लोकः अस्ति बुद्ध्वा परन्तु भगिनी दिवादिगणीय यद् बुद्ध धातुः अस्ति तस्यापि रूपं रूपद्वयं बोधित्वा अपि च बुधित्वा एवम् एव अस्ति तत्र एतदपि अवगमने एव आम् अर्थं तु समानम् अस्ति रूपः अवगमने परस्मैपदे यदा अवगमने परस्मैपदे बोधित्वा बुधा अवगमने आत्मनेपदे बुद्ध्वा बोधित्वा परस्मैपदे बुद्ध्वा आत्मनेपदे प्रातमलाः अस्तु प्रातमला मध्ये द्विवादिगणे 159 पेज् भुवादिगणे बुध अवगमने परस्मैपदे 75 पेज् नम्बर् पश्यामि आम् वदतु कृदन्तरूपनन्दिनी मध्ये 323 पेज् उपरि बुद्ध धातु अवगमे यत् दिवादिगणे अस्ति सः धातुः अनित् अस्ति अतः तत्र इडागमस्य स्व न भवति परन्तु भगिनी परन्तु तत्र इडागमः भवति विकल्प किञ्चित् सूत्रेण बुद्धु विशेषधातुः अस्ति तत्र किमपि बहु किमपि कार्याणि भवति बोधनं न भवति न बुद्धातुः महोदय भवान् 75 पेज् मध्ये कः धातुः उक्तवान् अत्र बुद्ध अवगमने धातुः अस्ति तत्र दत्तमस्ति कुल् इत्यस्य रूपं कुल् इति समाने अस्ति तर्हि कुल् धातुः 70 प्राप्तं प्राप्तम् अस्तु अहं पठित्वा किञ्चित् अवगम्य वदामि तादृशमेव न वदामि किञ्चित् पठित्वा अवगम्य वदामि यदा प्रश्नः अधिकमस्ति चेत् अहं महोदयमपि पृष्ट्वा वदामि अस्तु धन्यवादः महोदय. रूपद्वयं तु अस्ति एव, परन्तु रूपद्वये अपि इडागमः भवति वा? एकं रूपम् इडागमः, अन्यद् इडा वेट् इति कृत्वा भवति वा इति चिन्तनीय. रूपद्वयं तु प्राप्तम् इदानीं, बोधित्वा बोध्वा वा बोधि. अन्यद् रूपं किम् उक्तवान् महोदय? बोधित्वा बोधित्वा एकरूपे गुणकार्यं न भवति. बोधित्वा इति रूपद्वयम् अस्ति अस्माकं पार्श्वे, किं कथम् आगतम् इति एव चिन्तनीयं. रूपं तु अस्ति, अस्तु. यदा बोधित्वा बुधित्वा इति अस्ति चेत् सम्यक् एव, यदा वयं लिखित्वा लेखित्वा साधितवन्तः तादृशमेव, परन्तु बुद्ध्वा इति अस्ति चेदेव अस्माकं क्लेशः भवति. कथं बुद्ध्वा, किमर्थं बुद्ध्वा इति. अस्तु, तदपि अन्ये अपि सर्वे चिन्तयन्तु, वयं मिलित्वा तस्य समाधानं प्राप्नुमः. अस्तु, सम्यक्. लिक् धातुः कृतवन्तः किल, पट् धातुः इदानीं. भानुचैतन्यमहोदय. पट् धातु अस्ति, तस्य लट् लकारस्य प्रथमपुरुष एकवचनरूपम् पट् योग तिप् अस्ति. तत् द्वादिगणः अस्ति इति दृष्ट्वा तस्य विकरणप्रत्ययमस्ति शिप्, पट् योग शिप् शप् क्षम्यतां, पट् योग शप् योग तिप्. तदनन्तरं तिप् तु सार्वधातुकमस्ति. हलन्त्यं च इति सूत्रेण पकारः गच्छति. अट् योग शप् योग ति एव अवशिष्यते. तत्र शप् कत्रि शप् यदस्ति, शपः अपि पकारः गच्छति, अकारः गच्छति, शकारः लशक्वत् तद्धिते इति शकारः अपि गच्छति. अकारः एव अवशिष्यते. पट् योग अयोगति पठति इति रूपं प्राप्तं. सम्यक्. त्वान्तरूपं त्वान्तप्रत्ययः तु आर्धधातुकं शेषः इति आर्धधातुकप्रत्ययः अस्ति. तत् त्वा इति नित् नित् न कित् नित् अपि नास्ति, अतः कित् नित् नित् णित् भिन्नः अस्ति प्रत्ययः. पट् योग त्वा तदपि इडानुकूलः अस्ति वा न वा प्रत्ययः धातुः अपि? धातुः पट् तत् वलादेहे अस्ति. सेट् धातुः अस्ति. धातुः तु सेट् अस्ति, पट् इति धातुः तु सेट् अस्ति. प्रत्ययः प्रत्ययः त्वा अपि तु परादेः अस्ति, अतः आर्धधातुकस्य इट् इट् तदपि सेट् इति अतः इडागमः भवति वा? महोदय किञ्चित् तत्र स्पष्टतया किमपि नास्ति, न न यदा प्रत्ययः धातुः अपि सेट् प्रत्ययः अपि इडानुकूलः अस्ति चेत् एव इडागमः भवति. यदा धातुः अनिट् अस्ति परन्तु प्रत्ययः इडानुकूलः अस्ति तत्र इडागमः न भवति. यदा धातुः सेट् धातुः अस्ति इत्युक्ते पट् इति धातुः सेट् धातुः अस्ति परन्तु प्रत्ययः इडानुकूलः नास्ति, यदा अस्माकं तिङ् इति प्रत्ययः इडानुकूलः नास्ति तत्र तु इडागमः न भवति किल, पठति इत्येव रूपम् आगच्छति. तादृशं चिन्तनं प्रत्ययः अपि इडानुकूलः भवेत् धातुः अपि सेट् भवेत् चेत् तत्र इडागमः भवति. एतत् तु साधारणनियमः अस्ति, विशेषनियमः अपि सन्ति, तद् इदानीं मास्तु. परन्तु साधारणतया प्रत्ययः अपि इडानुकूलः भवेत् धातुः अपि सेट् भवेत् चेत् तत्र इडागमः अवश्यं भवति इति. अतः इदानीं योजयतु इडागमः, योजयित्वा रूपं वदतु महोदय. कस्य सूत्रम् अस्ति, कुत्र भगिनि सूत्रम् आवश्यकम्? आर्धधातुकस्य इड् वलादेः इति सूत्रं, यदा वल् प्रत्याहारस्य आर्धधातुकस्य प्रत्ययस्य इडागमः भवति. नेड् वशीकृति इति निषेधकसूत्रमस्ति, यत्र कृत् प्रत्ययः अस्ति तद्वश् प्रत्याहारे केचन वर्णाः सन्ति चेत् तत्र इडागमः न भवति इति निषेधकसूत्रमस्ति. वदतु महोदय. महोदय तत्र धातु अथवा प्रत्ययद्वयोः इडागमः अस्ति, अतः तत् पठि इति भवति, पठियोग त्वा तत्र पठित्वा पठित्वा. इडागमः सर्वदा प्रत्ययस्य एव इडागमः अस्तु. यदा वयं वदामः पट् योगः ई योगः त्वा, तत्र प्रत्ययस्य इडागमः इत्युक्ते इड् आगमः आद्यन्तौ टकितौ इति सूत्रेण प्रत्ययस्य आदौ आगच्छति. अतः पट् योगः इत्वा इति स्वीकरोतु, पठित्वा इति रूपम्. भगिनि इडागमस्य प्रसक्तिः अस्ति वा न दर्शनसमये? वयं तु अनुबन्धलोपानन्तरं प्रत्यय कः इति द्रष्टव्यं वा अनुबन्धस्य लोपनं पूर्वम्? अनुबन्धस्य इत्संज्ञा पूर्वं वयं पश्यामः, यदा त्वा इत्संज्ञा पूर्वमेव पश्यामः वलादिः वा वशादिः वा अस्ति इति. परन्तु अस्माकं त्वान्तप्रत्ययः तत्र ककारः अपि प्रथमवर्णः तत्र किमपि नास्ति, परन्तु सर्वदा लोपात् पूर्वमेव वल् पूर्वमेव वल् आदिः वा वश् आदिः वा इति. आदिवर्णः वल् वा वल् भवेत् वश् न भवेत्. अस्तु सम्यक्. लीना भगिनि वदति वा? भगिनि क्षम्यतां भगिनि, परन्तु इडागमविषये लोपानन्तरं अनुबन्धलोपानन्तरम् एव पश्यामि भगिनि. मम चिन्तनं महोदयस्य करपत्रे तदेव अस्ति एव वा? आं महोदय, तत्तु धातोः विषये एव किल? न भगिनि, अत्र प्रत्ययस्य विषये अपि तावत् एव अस्ति, अनुबन्धलोपानन्तरम् एव वयम् इडागमस्य आं भगिनि तावदस्ति चेत् तादृशम् अस्ति चेत् क्षम्यताम्, परन्तु त्वान्तविषये तु सम्यक् एव, सुमुन् अपि सम्यक् एव अस्तु. एतत् मम भ्रमः पूर्वमपि जातः, उत्तरं किम् इति न स्मरामि, अतः पुनः पृष्टवती. उदाहरणं किमपि आसीत्, इदानीं तस्य उत्तरमपि न स्मरामि. उदाहरणं यत्र न भवति इति वा? आम् आम्, प्रायः अनुबन्धनपूर्व पूर्वप्रत्यय बलादेः अस्ति, किन्तु अनन्तरं नास्ति इति अहं चिन्तयामि, किन्तु उदाहरणमपि स्मरामि उत्तरं. अनियर् अस्ति, अनियर् अकार अनियर् तत्र प्रश्नः एव नास्ति. एकनिमिषं महोदय, एकनिमिषं महोदय, भवान् वदतु एकवारं किम् अस्ति इति. भगिनि, कथम् अहम् अष्टाध्यायी डाट् काम् इति सैट् मध्ये एक उदाहरणमस्ति, यदा वयं नियत् इति प्रत्ययं स्वीकुर्मः, ण्यत् इत्यस्मिन् प्रथमवर्णः णकारः अस्ति, णकारः वलादि अस्ति परन्तु वशादि नास्ति. अत्र इडागमस्य अनुकूलता प्रायः, यदि वयम् अनुबन्धलोपपूर्वं पश्यामः तर्हि प्रायः इडागमस्य अनुकूलता अस्ति, परन्तु णकारस्य चूटु इत्यनेन लोपः जातः, पश्चात् यकारः इति प्रथमवर्णः अस्ति प्रत्ययस्य, परन्तु यकारः तु वलादि नास्ति, अतः तत्र इडागमः न भवति इति उदाहरणम् अत्र दत्तमस्ति. अस्मिन् पुस्तके तु ये आर्धधातुकप्रत्ययः वलादयः भवन्ति, येषाम् आदौ वल् प्रत्याहारगतः वर्णाः भवन्ति ते इडागमं प्राप्नुवन्ति इति वदति इति दत्तमस्ति. पुस्तकमस्ति इड् व्यवस्था इति, जनार्दन हेड्डे महोदयस्य, आर्धधातुकस्य इड् वलादेः इति सूत्रेण. अनन्तरम् एतत्तु इड् विधायकसामान्यसूत्रम्, किन्तु ये कृत् प्रत्ययाः वशादयः भवन्ति येषां कृत् प्रत्ययानाम् आदौ वश् प्रत्याहारागतः वर्णाः भवन्ति ते इडागमः न प्राप्नुवन्ति, नेड् वशीकृति इति सूत्रम् इति दत्तमस्ति. लोपा लोपानन्तरम् एव वा न वा इति न दत्तमस्ति, अतः एव मम अहं चिन्तितवती तादृशमेव. भगिनि, एक सामान्यम् उदाहरणम् अस्ति णुल् प्रत्ययः, णुल् प्रत्ययः वयं जानीमः, तत्रापि इडागमः न भवति. प्रायः तथैव उदाहरणम् आसीत्, णुल् प्रत्ययस्य न भवति. आम्, तत्र विद्या भगिनी तदा अनुबन्धलोप लोपानन्तरम् इति उक्तवती वा? आम् आं भगिनि, धातोः प्रत्ययविषये लोपानन्तरम् एव. उत्तमम् उदाहरणं नूल् इति उत्तमम् उदाहरणम् अस्तु. सम्यक् सम्यक् उत्तमम् अस्तु, अग्रे सरामः वा? लीना भगिनि, सरला भगिनी, आं भगिनि, आम् आम्. धातु चलस्ति कुदादिगणे अत् उपधायां धातुः अस्ति तस्य भुवादिगणे लट् लकारे प्रथमं लट् लकारे विवक्षा अस्ति लस्य अनेन प्रथमं तिप् आदय धातुः आगच्छति तदनन्तरं कर्तरि शप् सार्वधातुके इति सूत्रेण कर्तरि शप् आगत्य तदनन्तरं तदादि दादिभ्यश्च अपवादेन कर्तरि शप् इत्यस्य तत्र आगच्छति कर्तरि शप् बाधित्य शकारस्य लोपः भवति लशकु तद्वचने अनेन अकार अवशिष्यते विकरणप्रत्ययस्य सो चल् योग अयोगति इति भवति कोऽपि गुणकार्यं न भवति चलति इति इलत् लकारे रूपम् आगच्छति सम्यक् भगिनि परन्तु वयं पट् धातुः न समापितवन्तः किल पठित्वा एव कृतवान् महोदयेन निच् प्रत्ययः अस्तु क्षम्यतां पठ्ययोग निच् इदानीं करोमि अस्तु पठ्ययोग निच् अस्ति तत्र निच् प्रत्ययस्य नकारस्य चुट्टू अनेन संज्ञा चकारस्य हलन्त्यनेन संज्ञा तस्य लोपः भवति इकारः शिष्यते पट् योग इ इदानीम् अत् उपधायां अनेन विधिसंज्ञा भवति पाठी इति भवति पाठी योग कर्तरि शप् योग ति आगच्छति कर्तरि शप् अकार इव अवशिष्यते पुनः लशकु तद्धते और् हलन्त अनेन तस्य संज्ञा लोपः भवति पाठी योग इदानीम् आतिदेशकधातुः अस्ति इका इगन्तधातुः भवति अनेन सार्वधातुक अर्धधातुकयो तस्य गुणं भूत्वा पाठे योग अयोगति आगच्छति इदानीं सन्धिकार्यं भवति एचो वयावया इति सूत्रेण यान्तवान्तसन्धि आगच्छति पाठ योग अययोग अयोगति पाठयति इति भवति सम्यक् रूपं धन्यवादः भगिनि धन्यवादः विजया भगिनि तुमुन् करोति वा कुत्र पाठयति आं तदेव उक्तवती भगिनि पाठयति इत्येव आं करोतु भगिनि तुमुन् अहं वा भगिनि आम् आम् तत्र पट् योगः धातु सुमुन् तत्र अकारस्य लोपं भवति सुम् एव तिष्ठति तत्र रूपं पतिसुम् इति आगच्छति खलु भगिनि पट् योगः तुं तत्र किम् इति वदतु भगिनि इडागमः भवति वा न भवति वा किमर्थम् इडागमः भवति भवति भगिनि इडागमः भवति अतः पटि इति आगच्छति अनन्तरं पठितुम् इति सुमुन् तत्र नकारस्य लोपः भवति नकारस्य लोपः भवति अनन्तरं पठितुमिति आगच्छति तदनन्तरं तत्र कार्यं बहु तत्र नास्ति सम्यक् पठितुम् इति रूपम् अस्तु अनन्तरं चल् धातुः त्वान्तरूपं वदतु भगिनि चल् त्वान्तरूपं त्वा तत्र तत्र चल् अनन्तरम् ईडागमः भवति तत्र त्वा इति योजनेन चलित्वा इति आगच्छति तत्रापि कार्यं किमपि नास्ति भगिनि इडागमः भवति वा न वा? इडागमः भवति अनन्तरं तावदेव भगिनि, अन्ये अपि सन्ति अद्य, अतः धन्यवादः. धन्यवादः. विजया भगिन्याः अनन्तरं के के आगतवन्तः? नाम नास्ति मम पार्श्वे. नमस्ते महोदय. पुष्पा भगिनी अस्मि. श्रीवन्दी भगिनी अहमागच्छामि. पुष्पा भगिनी अस्तु. नमस्ते भगिनि. सुमन अस्मि. नमस्ते भगिनि. श्रीरामः. श्रीराम. नमस्ते भगिनी. वंशी सदा अस्मि. आम् आं, भवत्याः नाम अहं लिखितवती. धन्यवादः. अस्तु, वंशी सुधा भगिनी भवती एव करोतु भगिनि. चल् योगः निच्. चल् योगः निच् भगिनि. आम्. चल् योगः निच्. निच् अर्धधातुकप्रत्यय अस्ति, अतः नकारः चुटुसूत्रेण अपगच्छति, चकारः अलन्त्यसूत्रेण अपगच्छति, ई इति अवशिष्यते. नित् अस्ति चेत् धातोः ह्रस्व अकारः अस्ति, अजन्तधातुः अस्ति, अपि च ह्रस्व क्षम्यतां ह्रस्व अकारः धातुः अस्ति, अतः वृद्धिः भवति. चल् योगः इ चाल् इति भवति. चाल् योगः इ चाली इति नूतन आतिदेशिकधातुः भवति. अनन्तरं चाली योगः शप् योगः ति. चालीयोगः शप् योगः ति. शकारः लशक्वतदितेति सूत्रेण अपगच्छति, पकारः हलन्त्यसूत्रेण अपगच्छति, आ इति अवशिष्यते. चालीयोगः आ योगः ति. तत्र सन्धिकार्यं भवति यचोयवायावः सूत्रेण. चाल् योगः ए योगः अ योगः ति. चालयति इति रूपं निष्पन्नं भगिनि. सम्यक् तुमुन् अपि करोतु भगिनि. चल् योगः तुमुन्. अत्र तुम् एव अवशिष्यते, नकारः उकारः अनुबन्धलोपानाम् अनन्तरं. चल् योगः तुम् आर्धधातुकप्रत्ययः अस्ति, तकारः वल् प्रत्याहारस्थवर्णः अस्ति. आर्धधातुकस्येद्वलादे इति सूत्रेण इडागमः भवति. आद्यन्तौ टकितौ तुमुन् आदौ इकारः आगच्छति. चल् योगः इतुमुन् अत्र वर्णमेलनम् अनन्तरं चलितुम् इति भवति महोदय. सम्यक् चलितुं रूपं. धन्यवादः भगिनि. धन्यवादः. इदानीं द्वितीय अभ्यासं प्रति गच्छामः. श्रीवल्ली भगिनी पठति वा तत्र किम् अस्ति इति? आं भगिनि. एतान् एव धातून् नी चि दा गै मा बुद् लिक् पत् आदाय एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम् उत्पद्यते इति चिन्तयतु. प्रत्येकस्यां स्थितौ धातुः कीदृशः? इगन्तधातुः, इगन्तभिन्न अजन्तधातुः, लघु इगुपदधातुः, अदुपदधातुः, अपि च प्रत्ययः कीदृशः? सार्वधातुकं तित् सार्वधातुकम् अपि आर्धधातुकं कित् मित् आर्धधातुकं निक् निक् आर्धधातुकं कित् निक् निक् निक् भिन्नः इति वक्तव्यम्. एतान् कीदृशः? प्रथमधातुः नी. नी धातुः नुल् प्रत्ययः. नियोगः नुल् प्रत्ययः. धातुः इगन्तधातुः. प्रत्ययः आर्धधातुकप्रत्ययः अण्ड् नित् प्रत्ययः. नकार नियोगः नुल् प्रत्ययः. नुल् इति नित् अचोन् इति. परन्तु इगन्तधातुः सार्वधातुक आर्धधातुकयोः गुणः भवति. नी अचोन् इति सम्यक् एव भगिनि. वृद्धिः एव भवति. ईकारः नै भवति. नै योगः नुल् प्रत्ययः युवार् अनाकौ सूत्रेण अका इति अवशिष्यते. उकार न लकार हलन्त्यं सूत्रेण इति नुल् प्रत्यये लकार इक्लोपः चुटु इति सूत्रेण लकारस्य लोपः भवति. उकारः एव अवशिष्यते. युवार् अनाकौ इति सूत्रेण अका इति आयाति. सो नै योगः अक एचो यावयव सूत्रेण नायक इति भवति. सम्यक् रूपं नायक इति रूपं भवति. पुनः वदतु भगिनि अक कत्र वदामि. आं वदामि. नी इति धातुः, नी योगः नूल् इति प्रत्ययः. तत्र नकार लकारयोः लोपानन्तरम् उ एव अवशिष्यते. तत्र उ इति प्रत्ययस्य स्थाने अख इति आदेशः भवति. युवोरनाकौ इति सूत्रं तेन सूत्रेण आदेशः भवति. उ स्थाने अख इति. अनन्तरं यदा भगिनी उक्तवती अचो निति नित् प्रत्ययः अस्ति परे, अतः तत्र वृद्धिः भवति इति. नी इति स्था नी इति ईकारस्य वृद्धिः भूत्वा नै नैयोगः अख. अनन्तरं यदा अस्माकं परिचितसन्धिकार्यं नायकः इति रूपम् भवति. सूत्रं किं? युवोरनाकौ सप्तम अध्यायस्य प्रथमपादस्य प्रथमसूत्रं युवोरनाकौ इति सूत्रम् अस्तु. धन्यवादः. अस्तु, सम्यक्. धन्यवादः. प्रश्नः अस्ति, रूल् मध्ये वकारस्य लोपः कथं भवति? भवती उक्तवती उकारस्य न वकारस्य न, नकारस्य लकारस्य अवशिष्यते. स्थाने अक. धन्यवादः. स्थाने अक, यु स्थाने अन खलु. आम्, ल्युडन्तम् इति ल्युट् इति प्रत्ययः अस्ति किल, तत्र यु इति अस्ति किल, ल्युट् इत्यस्य यु स्थाने अन. न तत्र अस्ति खलु युवो युवोर् युवोरनाकौ सन्धिः भूतु. यु वु स्थाने अन अक. सम्यक्, तदेव सम्यक्. अस्तु, तत्र अकः एव तिष्ठति. आम्, अक एव नायकः इति रूपं. सम्यक्, अस्तु. इदानीं पुष्पा भगिनी तृच् इति करोति वा? अस्ति वा भगिनी? वदतु वदतु. नी धातु तृच् न? नी धातु तृच्. अत्र चकार तिप् अस्ति, तत् तिप् तिप् नास्ति, तिप् नास्ति न? तृच् वा? तृच् तिप् नास्ति भगिनि. कृदन्तर कृदन्त प्रत्ययाः सन्ति, कृत् प्रत्ययाः, कृत् प्रत्ययाः सन्ति. तृच् तत्तु चकारस्य तत्तु नीगन्तदातु धातुः अस्ति. पृच्छतु सार्वधातुक सार्वधातुकमस्ति न प्रत्ययः सार्वधातुकम्? कित् कित् प्रत्ययः वा ङित् प्रत्ययः वा कित् ङित् भिन्नः वा? कित् नित् भिन्ना कित् नित् नित् भिन्नः भिन्नः सम्यक् आर्धधातुक आर्धधातुक सम्यक् आर्धधातुक तत्तु आर्धधातुकमस्ति चेत् भिन्न दातु गुणकार्यं भवति तत्तु ने इति ने नी तु एकारः आगच्छति ऐकारः न वृद्धि इत्यस्य वृद्धिः नास्ति गुणः एव किल नी इत्यस्य गुणकार्यमेव परन्तु अस्ति तदेव ने योगः तृच् अनियोगः तृच् न हा नियोगः तृच् तत्र चकारस्य हलन्त्यमितनेन लोपः भवति नेतृ नेतृ इति सम्यक् नेतृ सम्यक् नेतृ इति अस्माकं प्रातिपदिकं भवति नेतृ नेता इति पुल्लिङ्गरूपं नेता इति पुल्लिङ्गरूपम् अस्ति नेता नेतारौ नेतारः इति रूपाणि भवन्ति सम्यक् भगिनि धन्यवादः इदानीं सुमन् भगिनि आं भगिनि इदानीं क्तप्रत्यय अस्तु नी धातु अस्ति नियोगः क्त एतदपि कृत् प्रत्यय अस्ति किन्तु कित् अस्ति अतः गुणकार्यं न भवति नियोगः त एव नीत भवति पुल्लिङ्गे नीतः वा सम्यक् नीतः भवतु अपि करोतु भगिनि अत्र अपि कित् कित् अस्ति अतः क्षम्यतां फोन् अस्ति किन्तु इदानीम् अहं न अस्तु तव तु अस्ति नी योगः तव तु ककारः गच्छति कित् अस्ति अतः गुणकार्यं न भवति उकार अपि गच्छति उपदेशे अनुनासिक सूत्रेण अतः नी गुणकार्यं न भवति यतः कित् अस्ति नी तवत् भवति प्रातिपदिकम् अस्ति पुल्लिङ्गे नीतवान् स्त्रीलिङ्गे नीतवती नपुंसकलिङ्गे नीतवत् सम्यक् उत्तमं भगिनि धन्यवादः श्रीराम महोदय अस्तु भगिनि श्रूयते वा आम् आम् नियोगः अर्धधातुक अपि अस्ति कित् नित् गित् नित् भिन्नः अस्ति नियोगः अन्तिमस्य लोपः भवति अनन्त्यं तस्य लोपः इति सूत्राभ्यां न श्रूयते महोदय मध्ये मध्ये न श्रूयते महोदय अस्ति वा महोदय आं वदतु महोदय किञ्चित् उच्चैः नमस्ते लैन् सम्यक् नास्ति इति चिन्तयामि किञ्चित् मध्ये मध्ये इदानीं श्रूयते वा भगिनि हा इदानीम् आं सम्यक् हा वदतु महोदय नियोगः तव्यत् इति अस्ति तत्र अन्तिमतकारस्य लोपः भवति नियोगः तव्य इति अवशिष्यते तव्यत् कित् नित् भिन्नः अस्ति अतः तत्र गुणकार्यं भवति नी इति धातोः इकारस्य तत्र मध्ये मध्ये किञ्चित् न श्रूयते महोदय पुनः लैन् भवति कट् भवति पुनः पुनः योजयतु महोदय आम् आं सम्यक् अन्य सर्वे उक्तवन्तः वा कस्यापि नाम अहं विस्मृतवती वा मध्ये अस्तु पुनः अनन्तरम् अस्तु श्रीवल्ली भगिनी भवती वदति वा अनियर् आं भगिनि नियोगः अनियर् नी इगन्तदातुः अनियर् योजयामः अर्धदा सार्वधातुक अर्धदातुकयोः गुणः भवति ने इति ने योगः अनीय नयनीय प्रातिपदिकं नयनीय सम्यक् धन्यवादः भगिनि तनय् महोदय आं भगिनि अत्र नियोगः एकनिमिष तव्यत् अन्य द्वयोः स्थाने गुणकार्यं भवति खलु आम् उक्तवती किल आम् आं भवति एव धन्यवादः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति एव नेतव्यं नयनीयम् वदामि वा भगिनि आम् आम् आम् आम् अत्र तिन् प्रत्ययः अस्ति तिन् प्रत्ययः अर्धधातुकः कित् प्रत्ययः अस्ति इति कृत्वा तत्र गुणकार्यस्य निषेधः अस्ति नियोगः ति ककारस्य अपि च नकारस्य इत्संज्ञा भूत्वा ति एव अवशिष्यते नियोगः ति पश्चात् नीतिः इति स्त्रीलिङ्गपदं निष्पन्नं भवति सम्यक् अग्रिममपि करोतु महोदय अग्रिमं प्रत्ययः अस्ति ल्युट् अत्र एषः प्रत्ययः आर्धधातुकः कित् णित् यित् णित् भिन्नः अस्ति इति कृत्वा अत्र गुणकार्यं भवितुम् अर्हति लकारस्य अपि च टकारस्य इत्संज्ञा भूत्वा यु एव अवशिष्यते अधुना युकारस्य स्थाने यु इत्यस्य स्थाने अन् इत्यस्य आदेशः भवति युवोरनाकौ इति सूत्रेण पश्चात् नियोगः अन् इति भवति अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा ने योगः अन् इति भवति पश्चात् एचोयवायावः इति सन्धि इत्यनेन सन्धिकार्यं भूत्वा नयनम् इति रूपं निष्पन्नं भवति. नयनम् इति नपुंसकलिङ्ग पदं सर्वदा नपुंसकलिङ्गे अस्ति. ल्युडन्तम् आम् ल्युडन्तं सर्वदा नपुंसकलिङ्गे. सम्यक्, धन्यवादः महोदय. तिन् प्रत्ययस्य आम् आम् एकनिमिषं विजया भगिनी, अहम् उत्तरम् उक्त्वा पुनः वदामि. अस्तु आम्, तिन् इति प्रत्ययः, तत्र तु ति एव अवशिष्यते. ककारस्य इत्संज्ञा नकारस्य इत्संज्ञा ति एव अवशिष्यते. तत् सर्वदा स्त्रीलिङ्गे एव भवति. स्त्रियां तिन् इति सूत्रमस्ति, सर्वदा स्त्रीलिङ्गे एव रूपाणि भवन्ति. नीतिः इति रूपं, नीति इति प्रातिपदिकं, नीतिः इति रूपम्. अस्तु, धन्यवादः. आम् आम् विजया भगिनी. भगिनी तत्र द्यौ रणकौ इति सूत्रं ल्युट् अनन्तरं युल् आम् आम् आम् आम् आम् आम् तत्रापि तत्र उकारस्य स्थाने अख आगच्छति, युकारस्य स्थाने अन इति आदेशः भवति. सम्यक्. वेङ्कटेशमहोदय, चि इति धातुः, चि धातुः तत्र लूल् प्रत्ययः हलन्त्येन लकारस्य लोपः जातः, नकारस्य अपि लोपः जातः चुटु इति सूत्रेण भू तिष्ठति. तस्य आदेशः अक इति आदेशः भवति. क्षि योगः अक, लूल् प्रत्ययः नित् प्रत्ययः अस्ति अत्र, परन्तु अत्र धातु अजन्तधातुः अस्ति, तत्र अत्रापि वृद्धिः भवति. तस्मात् कारणाक्षि धातोः चै इति भवति. चै योगः अक, एचोय वायवः सूत्रेण सन्धिकार्यं भूत्वा चायक इति भवति. क्षम्यतां, चायक इति चायक इति भवति. चायक इति भवति. तृच् अपि करोतु महोदय. तृच् तृच् प्रत्ययः चकारस्य लोपः भवति हलन्त्येन, तृ तिष्ठति. तत्र तृच् प्रत्ययः नित् नित् नित् भिन्नधातुः अस्ति, तस्मात् कारणात् अत्र गुणकार्यं भवति. चि धातोः गुणकार्यं भूत्वा चे भवति. चे योगः तृ, चेतृ इति रूपं सम्पन्नम्. चेतृ इति रूपं, चेता चेत्री इति पुल्लिङ्गे स्त्रीलिङ्गे. सम्यक् अस्तु. राजी भगिनी, एतदेव तत्र चायकः भगिनी, चायकः पुल्लिङ्गं, चायिका चायिकम् नुवूल् रूपं, नुवूल् वदति. आम् आम् नुवूल् चायकः, चायिका चायिकं, चायकं वा चायिकं वा चायिकं भगिनि, चायिकं चायिका चायिकं चायिकम् इति वा. अस्तु भगिनि, किमर्थं तत्र आम् किमर्थं तत्र ईकारः आगच्छति इति मम प्रश्नः आसीत्. चायिका चायिकम् इति उक्तवती किल, तत्र ईकारः कथम् आगच्छति इति. अस्तु, एकः प्रश्नः अस्ति अत्र, चि धातुः सेट् किल, चि धातुः अनिट् अस्ति, अनिट् अस्ति, अनिट् एव अस्ति. प्रायः यदा स्त्रीलिङ्गे वा नपुंसकलिङ्गे प्रातिपदिकात् एव रूपाणि साधयामः किल, तत्र विशेषकार्याणि प्रायः भवति. अतः चायिका चायिकम् इति रूपाणि आगच्छन्ति. धातुः दृष्ट्वा कथं वयं जानीमः सेत्वा नीत्वा इति? धातुः दृष्ट्वा एव इति सर्वदा न ज्ञातुं शक्नुमः. एकाच् इति अस्ति चेत् इति अस्ति, परन्तु यदा वयं न जानीमः अस्माकं एतत् पुस्तकानि एव शरणम्. धातुरूपनन्दिनी वा कृदन्तरूपमाला वा किमपि, तत्र एव धातुः सर्वदा दृष्ट्वा वदनीयं चेत् बहु किमपि अभ्यासम् आवश्यकं भगिनि. किमर्थम् इत्युक्ते रेखा एव नास्ति. रेखा एव नास्ति, आम् नास्ति. अतः वयं जानीमः किम् इति, अतः कर्तुं शक्नुमः अभ्यासेन प्रायः ज्ञातुं शक्नुमः, परन्तु बहु किमपि अभ्यासं करणीयं तत् कृत्वा प्रायः ज्ञातुं शक्नुमः प्रायः. सि योगः इत्त इत्त कित् नित् आर्धधातुकप्रत्ययः, अतः कित् नित् अस्ति. कित् नित् निति च इति सूत्रेण गुणनिषेधः भवति. ककारस्य लोपानन्तरं तकार एव अवशिष्यते. नियोचि योगः तच्चित्त सम्यक् तवतु अपि करोतु तवतु तवतु अपि कित्कित् अस्ति, अतः तवत् गुणनिषेधः. ककारस्य लोपानन्तरं तवतु इति अस्ति, तवत् अन्तिम उकारः अपि अपगच्छति. उपदेशेन अजुनासिक इति सूत्रेण अतः तवत् योगः तवत् चितवत् चितवत् चितवान् चितवती इति रूपं चितवत् प्रातिपदिकं चितवान् पुल्लिङ्गरूपं चितवती स्त्रीलिङ्गरूपं चितवत् नपुंसकलिङ्गरूपम्. सम्यक्, धन्यवादः भगिनि. रघुपति महोदय. भगिनि एकनिमिषिङ्गरूपं निष्पन्नं करोति खलु नीतिः इति? आम् आम्, तिन् प्रत्ययः लिट् प्रत्यये सर्वदा नपुंसकलिङ्गरूपम्. आम्, ल्युडन्तं सर्वदा नपुंसकलिङ्गे. अस्तु, सूत्राणि सन्ति, यदा वयम् आर्धधातुकप्रक्रिया पठामः तस्मिन् समये ज्ञातुं शक्नुमः. सूत्राणि सन्ति किमर्थं ल्युडन्तम् इत्युक्ते नपुंसकलिङ्गमेव इति आगच्छति. न न न सार्वधातुकं प्रत्ययः सर्वधातुकः समापयित्वा एव आर्धधातुकः आगच्छति. अस्तु, रघुपति महोदय. अस्ति वा महोदय? अस्तु, राजेन्द्रमहोदय. किम् अभवत्? समयः ओ एवं वा, अहं न दृष्टवती. क्षम्यतां, चि धातुः एव समापयित्वा अद्य वर्गः समापयामः. क्षम्यतां. सीमा भगिनी वदति वा? आं भगिनि, अत्र तव्यत् तव्यत् न अभवत्, तवतु एव अभवत्. तव्यत् भगिनि तव्यत् प्रत्यये तकारस्य लोपः भवति. तव्य आर्धधातुकप्रत्ययः अस्ति, अतः गुणकार्यं भवति. इकारस्य एकारः भवति, चे योगः तव्य भवति, चेतव्यः इति रूपं निष्पन्नं भवति. चियोगः अनियर् अत्र रकारस्य हलन्त्यमित्यनेन लोपः भवति. अनियतिष्ठति सः प्रत्ययः अपि आर्धधातुकः अस्ति अतः गुणः भवति. इकारस्य एकारः भूत्वा चेयोगः तव्य भवति. चेतव्य इति रूपं निष्पन्नं भवति. मम दृष्टि चेयोगः अनीय भवति पश्चात् एचोयवायवः इत्यनेन चयनीय इति रूपं निष्पन्नं भवति. सम्यक् भगिनि, धन्यवादः. अग्रे करोमि न अन्या अस्ति वा इति अहं पश्यामि. भानुचैतन्यमहोदय अस्ति वा? आं महोदय. आम् आं करोतु महोदय. अन्तिमद्वयं तिन् अथवा लुट्? तिन् प्रथमं करोतु महोदय. तिन् इति प्रत्यय कित् अर्धधातुक अस्ति, अर्धधातुकं शेषः इति, तिङ्क्षित् नास्ति. कित् नित् अथवा गुणनिषेधः भवति. किं योजनीयं महोदय तत्र? किमपि नास्ति, अनिट् एव अस्ति धातुः. तत्र ककारस्य लोपः नकारस्य लोपः भूत्वा ति एव अवशिष्यते. ति एव अवशिष्यते, वर्णमेलनमेव. चित्तिः इत्युक्ते किं द्रष्टव्यं भगिनि? भगिनि तत्र विसर्गमागच्छति खलु चित्तिः? आम् आं, चित्तिः विसर्गमागच्छति. आम् आं महोदय, ल्युडन्तमपि करोतु महोदय. चित्तिः लुट् लुट् अपि आर्धधातुकं शेषः इति, आर्धधातुकप्रत्ययः अस्ति. कित् नित् नास्ति, णित् नित् अपि नास्ति, अतः कित् नित् नित् णित् भिन्नः अस्ति. तदनन्तरं लुट् टकारः तु अपगच्छति. लशक्व तद्धिते इति लकारः अपि गच्छति. युकारः एव अवशिष्यते महोदय. आम्, युकारः अवशिष्यते. तस्य स्थाने अन इति आदेशः. तत् कथं तत्र नियोगः अन इति इदानीम् अस्ति? क्षम्यतां, चियोगः अन इति अस्ति इदानीं. तत्र कथं कत्र गुणः भवति वा न भवति वा इति प्रथमं वदतु महोदय. गुणः तु भवति महोदय. इदानीमेव सीमा भगिनी उक्तवती खलु भगिनी. इकारस्य गुणः एकारः. एकारः अस्तु. एकारः चे योगः अन इति भवति. अनन्तरं किं भवति? सन्धि भवति. वदामि वा महोदय? महोदय प्रायः न अस्ति वा? नास्ति. अस्तु, तत्र यदा गुण सन्धिः भूत्वा चयनम् इति. चितिः इत्युक्ते पैल् स्टाक् स्टाक् इति लिख. धन्यवादः श्रीराम महोदय. चितिः इत्युक्ते पैल् स्टाक् अस्तु महोदय. क्षम्यतां महोदय. चि चे भवति चे योग अन ल्युडन्तम् इति युकारस्य स्थाने अन इति आदेशः तावदेव, किमपि अन्यत् नास्ति. चयन चयनं चयनम् इति नपुंसकलिङ्गरूपं. सम्यक् सम्यक्, धन्यवादः. समयः जातः. अवशिष्टधातुः गृहपाठरूपेण कृपया कुर्वन्तु. धन्यवादः.